पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 71 ययातिरुवाच यत्त्वया सर्वमाख्यातं धर्माद्धर्ममनुत्तमं शृण्वतोऽथ मम श्रद्धा पुनरेव प्रवर्तते देवानां लोकसंस्थानां वदसंख्या प्रकीर्तिताः यस्य पुण्यप्रसङ्गेन येन प्राप्तं च मातले मातलिरुवाच योगयुक्तं प्रवक्ष्यामि तपसा यदुपार्जितं देवानां लोकसंस्थानं सुखभोगप्रदायकं धर्मभावं प्रवक्ष्यामि आयासैरर्जितं पृथक् उपरिष्ठाच्च लोकानां स्वरूपं चाप्यनुक्रमाद तत्राष्टगुणमैश्वर्यं पार्थिवं पिशिताशिनं तस्मात् सद्यो गतानां च नराणां तत्समं स्मृतं रक्षसां षोडशगुणं पार्थिवानां च तद्विधम् एवं निरवशेषं च यच्छेषं कुलतेजसां गन्धर्वाणां च वायव्यं याक्षं च सकलं स्मृतं पाञ्चभौतिकमिन्द्रस्य चत्वारिंशद्गुणं महद सोमस्य मानसं दिव्यं विश्वेशं पाञ्चभौतिकं सौम्यं प्रजापतिशानामहङ्कारगुणाधिकं चतुष्षष्टिगुणं ब्राह्मं बौद्धमैश्वर्यमुत्तमं विष्णो प्राधानिकं तन्त्रमैश्वर्यं ब्रह्मणपदम् श्रीमच्छिवपुरे दिव्ये ऐश्वर्यं सर्वकामिकम् अनन्दगुणमैश्वर्यं शिवस्यात्मगुणं महद आदिमध्यान्तरहितं विशुद्धं तत्त्वलक्षणं सर्वावभासकं सूक्ष्ममनौपम्यं परात्परं सुसम्पूर्णं जगद्वेषं पशुपाशाविमोक्षणं यो यस्थानमनुप्राप्तस्तस्य भोगस्तदात्मकः विमानं तत्समानं च भवेदीशप्रसाददः नानारूपाणि ताराणां दृश्यन्ते कोडयस्त्विमा अष्टविंशतिरेवं ते सन्दीप्ताः सुकृतात्मनाम् ये कुर्वन्ति नमस्कारमीश्वराय क्वचित् क्वचिद् सम्पर्कात् कौतुकाल्लोभात् तद्विमानं लभन्ति ते नामसङ्कीर्तनाद्वापि प्रसङ्गेन शिवस्य यः कुर्याद्वापि नमस्कारं न तस्य विलयो भवेद् इत्येदागतयस्तत्र महत्य शिवकर्मणि कर्मणाभ्यन्तरेणापि पुंसामीशानभावतः प्रसङ्गेनापि ये कुर्युशङ्करस्मरणं नराः तैर्लभ्यं त्वतुलं सौख्यं किं पुनस्तत्परायणैः विष्णु चिन्तां प्रकुर्वन्ति ध्यानेन गतमानसाः ते यान्ति परमं स्थानं तद्विष्णोः परमं पदं शैवं च वैष्णवं रूपमेकरूपं नरोत्तम द्वयोश्च अन्तरं नास्ति एकरूपमहात्मनोः शिवाय विष्णुरूपाय शिवरूपाय विष्णवे शिवस्य हृदयं विष्णोर्विष्णोश्च हृदयं शिवः एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः त्रयाणामन्तरं नास्ति गुणभेदाः प्रकीर्तिताः शिवभक्तोऽसि राजेन्द्र तथा भागवतोऽसि वै तेन देवा प्रसन्नास्ते ब्रह्म विष्णुमहेश्वराः सुप्रीता वरदा राजन् कर्मणस्तव सुव्रत इन्द्रादेशात् समयादसन्निधौ तव मानद ऐन्द्रमेनं पदं याहि पश्चाद्ब्राह्मं महेश्वरं वैष्णवं च प्रयाहित्वं दाहप्रलयवर्जितम् अनेनापि विमानेन दिव्येन सर्वगामिना दिव्यमूर्तिरदो भुङ्क्ष्व दिव्यभोगान् मनोरमान् समारुह्य विमानं त्वं पुष्पकं सुखगामिनं सुकर्मोवाच एवमुक्त्वा द्विजश्रेष्ठ मौनवान् मातलिस्तदा राजानं धर्मतत्त्वज्ञं ययादिं नहुषात्मजम् इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने मातापितृतीर्थवर्णने ययादिचरित्रे एकसप्ततितमोऽध्यायः ॐ